नम सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति पूरणगुणसुहितार्थसदव्येतव्यसमानाधिकरणेन इति सूत्रस्य सत् इत्यनेन शत्रञ्च् प्रत्ययशब्दानाम् एवं शानश् प्रत्ययान्तशब्दानां प्रयोगः। अत्र शत्रञ्च् प्रत्ययानाम् एवं शानश् प्रत्ययानां षष्टिविधानं भवति चेत् अपि तत्र षष्टिसमासः निषिध्यते पूर्णगुणसुहितार्थसदव्येतव्यसमानाधिकरणेन इति। तत्र उदाहरणमस्ति द्विजस्य कुर्वन् अथवा द्विजस्य कुर्वाणः इति शास्त्रीय उदाहरणे। तत्र कुर्वन् कुर्वाणः इति कर्ता उक्त्वा द्विजस्य इति षष्ठी विधीयते, किन्तु तत्र तु कर्मपदमेव नास्ति इति कृत्वा द्विजस्य कुर्वन् इति कर्तृपदेन अनुक्तकर्तुः कस्तकर्मणो कृति इति सूत्रेण षष्ठी विधानं कृत्वा द्विजस्य कुर्वन् इति भवति। अस्य अवसरे तत्र पूर्णगुणसुहितार्थसदव्येतव्यसमानाधिकरणेन इति सूत्रेण तत्र समासः निषिध्यते इति गतवर्गे वयं पठितवन्तः। अद्य किञ्चित् शास्त्रीयचर्चा अस्ति, काशिका एवं सिद्धान्तकौमुदी इत्यादिषु किं वदति एवं पदमञ्जर्यां तस्य भिन्नव्याख्यानम् अपि दर्शितवन्तः, तस्य विषये अद्य चर्चयिष्यामः। तत् परिचयं पठति वा उषा भगिनी, काशिका सिद्धान्तकौमुदी इत्यादिषु? आम् महोदय, काशिका सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु सत् इत्यस्य उदाहरणं द्विजस्य कुर्वाणः वा इति दीयते। काशिका सिद्धान्तकौमुदी पदमञ्जर्याम् उक्तं यत् ब्राह्मणस्य पाचकः इत्यत्र सम्बन्धार्थे षष्ठी, तस्याः सुबन्तेन यथा समासः भवति तथा ब्राह्मणस्य कुर्वन् अथवा द्विजस्य कुर्वन् इत्यत्रापि समासः स्यात् इति। कुर्वन् इति किङ्करः उच्यते यतोहि सः एव कुर्वन् भवति। ओके, काशिकासिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु सत् इत्यस्य उदाहरणं पूर्णगुणसुचितार्थसद्व्ययतव्यसमानाधिकरणेन इति सूत्रे सत् इत्यस्य उदाहरणं द्विजस्य कुर्वन् अथवा द्विजस्य कुर्वाणः इति दीयते। पदमञ्जर्याम् उक्तं यत् ब्राह्मणस्य पाचकः इति अस्ति चेत् सम्बन्धार्थे षष्टि, सो ब्राह्मणस्य पाचकः सम्बन्धार्थे षष्टि, नाट् कृत्कर्मणो कृति, ओके, सम्बन्धार्थे षष्टि, तस्याः सुबन्तेन यथा समासः भवति तथा ब्राह्मणस्य कुर्वन् अथवा द्विजस्य कुर्वन् इत्यत्रापि समासः स्यात् इति। कुर्वन् इति किङ्करः उच्यते यतोहि सः एव कुर्वन् भवति। ब्राह्मणस्य पाचकः इत्यत्र ब्राह्मणस्य पाचकः कुर्वन् ब्राह्मणः ब्राह्मणस्य कुर्वन् अथवा ब्राह्मणस्य पाचकः इत्यत्र यः कुर्वन् किङ्करः एव कुर्वन् अस्ति तथा किङ्करः उच्यते ब्राह्मणस्य पाचकः इति सम्बन्धार्थे षष्टि, नाट् कृत् योगे षष्टि। सो पदमञ्जर्या सो ब्राह्मणस्य पाचकः सम्बन्धार्थे षष्टि भवितुम् अर्हति, नाट् अ प्राब्लम् वडा, बट् ब्राह्मणस्य पाचकः इण्डिकेट्स् कुर्वन् एव, किङ्करः एव, नाट् कुर्वन्, ब्राह्मणस्य कुर्वन् अथवा द्विजस्य कुर्वन् इत्यत्रापि समासः स्यात्, या सम्बन्धार्थे समासः स्यात् ब्राह्मणस्य कुर्वन् अथवा द्विजस्य कुर्वन् अथवा ब्राह्मणस्य पाचकः इत्यत्रापि समासः स्यात्, बट् किङ्करः इति उच्यते बिकास् ब्राह्मणस्य पाचकः अथवा ब्राह्मणस्य कुर्वन् आर् द्विजस्य कुर्वन् इत्यनेन किङ्करः एव सूचयति, तत्कारणात् सम्बन्धार्थे षष्ठी भवितुम् अर्हति इत्यनेन समासः भवितुम् अर्हति इति पदमञ्जर्याम् उक्तम्। गार्हिकासिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु द्विजस्य कुर्वन् इत्यस्य कृते समासः न पूरणगुणसुहितार्थसद्रव्ययतव्यसमानातिकरणेन इति सूत्रेण निषेधार्थं काशिकासिद्धान्तकौमुदीयाम् अस्ति. भाष्यकारेण उक्तं यत् इदम् उदाहरणद्वयं सत् इत्यस्य उदाहरणं न भवितुम् अर्हति. सो भाष्यकारेण बोत् आफ् देम् इस् बीन् रिजेक्टेड्. ओके, किमर्थम् इति चेत् कर्तृकर्मणो कृति इति सूत्रेण कृत्योगे अनुक्तकर्तुः अनुक्तकर्मणः च षष्ठी विधीयते. कर्तृकर्मणो कृति इति सूत्रेण कृद्योगे अनुक्तकर्तुः अथवा अनुक्तकर्मणः च षष्ठी विधीयते. किन्तु न लोकव्ययनिष्ठा कलर्थतृणाम् इति सूत्रेण शत्रुप्रत्ययान्तस्य शानस् प्रत्ययान्तस्य योगे षष्टिविभक्तेः निषेधः क्रियते. ओके, न लोकाव्ययनिष्ठा कलर्थतृणाम् इत्यनेन शत्रुप्रत्ययान्तस्य चानत् प्रत्ययान्तस्य योगे षष्टिविभक्तेः निषेधः. सो दिस् 2369, दट् इस् 2365. ओके, फोर् मोर् सूत्रास् अण्टनि. अनेन सूत्रेण ल ऊक अव्ययनिष्ठा कलर्थतृन् इत्येतेषां प्रयोगे षष्टिविभक्तिः न भवति. ल इति शतृषाणचौ, यतोहि लकारस्य स्थाने विहितौ एतौ प्रत्ययौ. यथा ओदनं पचन् ओदनं पचमानः, लट् स्थाने विधीयते. सो न लोका इत्यस्य कृते ल इत्यस्य इत्यनेन लकारस्य स्थाने विहितौ शतृषाणचौ. ओदनं पचन् ओदनं पचमानः. पचन् इति शत्रन्तशब्दः, पचमानः इति शानचन्द्रशब्दः. ओके, अनयोः योगे अनुक्तकर्मणः षष्टिविभक्तेः निषेधः कृतः. अनयोः योगे अनुक्तकर्मणः षष्टिविभक्तेः निषेधः कृतः न लोकव्ययनिष्ठकर्तृणाम् इति सूत्रेण. ओके, अनुक्तकर्म. ओके, अतः एव अनुक्तकर्मणः द्वितीया विभक्तिः जाता कर्मणि द्वितीया इति सूत्रेण. शत्रुप्रत्ययान्तस्य शाणच् प्रत्ययान्तस्य च योगे षष्ठिविभक्तिः प्राप्ता एव नास्ति चेत् कथं वा षष्टिसमासस्य निषेधः शक्यते? अतः द्विजस्य कुर्वन् द्विजस्य कुर्वाणः इति तु सत्प्रत्ययान्तस्य योगे षष्टितत्पुरुषसमासस्य निषेधस्य उदाहरणं न भवितुम् अर्हति. ओ, ऐ लैक् दिस् भाष्यकारस्. ओके, भाष्यकारेण उक्तं यत् द्विजस्य कुर्वन् अथवा ब्राह्मणस्य पाचकः इत्यस्य कृते उदाहरणे षष्टिः अपि भवितुं न अर्हति इति. उदाहरणद्वयं सत् इत्यस्य उदाहरणं न भवितुम् अर्हति, यतोहि कर्तृकर्मणो कृति इत्यनेन अनुक्तकर्ता अथवा अनुक्तकर्मणः एव षष्ठी विधीयते. द्विजस्य कुर्वन् इति अहं वदामि चेत् द्विजस्य कुर्वन् इत्यनेन कुर्वन् इति शत्रुप्रत्ययान्तशब्द नाट् द्विजस्य कुर्वन् नो इफ् ऐ से नाट् द्विजस्य कुर्वन् इफ् से बालः पठन् अस्ति, बालः पुस्तकं पठन् अस्ति इति वाक्यम् अस्ति चेत् पठन् इत्यनेन बालः सूचयति. बालः इति प्रथमाविभक्तौ भवति, बालः इति कर्ता उक्तः भवति पठन् इत्यनेन. पठन् इति शत्रुप्रत्ययान्तशब्देन कर्ता उक्ता भवति. कर्ता उक्ता भवति चेत् अनुक्तकर्म अत्र पुस्तकम् इति द्वितीया विभक्ति एव भवितुम् अर्हति. कर्मणि द्वितीया इत्यनेन कर्मपदं द्वितीया एव भवितुम् अर्हति. सो बालकः पुस्तकं पठन् अस्ति इत्यनेन पुस्तकम् इति द्वितीया विभक्ति भवति इत्यस्य कृते अत्र कर्तृकर्मणोः कृति इति पदं यत् कृदन्तपदेन कर्ता अपि न उक्ता भवति, कर्म अपि न उक्ता भवति, तत् कर्ता कर्म एव षष्टिविभक्ति भवितुम् अर्हति. अत्र अत्र शत्रुप्रत्ययान्तेन अथवा शानश् प्रत्ययान्तेन कर्ता उक्ता भवति, अनुक्तकर्म द्वितीया विभक्ति एव भवितुम् अर्हति. षष्टिविभक्तिविधानमपि नास्ति इत्यस्य कृते शत्रुप्रत्ययान्तस्य शानच् प्रत्ययान्तस्य योगे प्राप्ता एव नास्ति, षष्टिविभक्ति प्राप्ता एव नास्ति. भाष्यकारः उक्तः कथं वा दन् षष्टिसमासस्य निषेधः शक्यते, निषेधः अपि न भवितुम् अर्हति इति भाष्यकारस्य मतम्. अतः द्विजस्य कुर्वन् द्विजस्य कुर्वाणः इति तु सत् प्रत्ययान्तस्य योगे षष्टितत्पुरुषसमासस्य निषेधस्य उदाहरणं न भवितुम् अर्हति इति पतञ्जलिस् मतम्. अस्तु अस्तु, उभा भगिनी अवगतं वा? अवगतम्. किम् अवगतं वदतु. ब्राह्मणस्य कुर्वन् देन् ब्राह्मणस्य कुर्वाणः इति by Siddhanta Kaumudi and other one Kashika Vritti Rupena they say it is Shashti Tatpurushka Maska Nishibyate Kintu Patanjali Mahamunihi Vadati Atra शत्रुप्रत्ययान्तं शानप्रत्ययान्तम् इति वक्तुं न शक्यते. कुर्वन् इति वदति चेत् कुर्वन् ब्राह्मणस्य कुर्वन् इति चेत् ब्राह्मणस्य पाचकः इति अर्थम् शक्यते, अर्थम् अवगन्तुं शक्यते इति वदति. तत्र अपि प्रश्न उच्यते भगिनि, कस्य सूत्रस्य बलं बलाबलचिन्तनं तत्र षष्टिशेषे एकैकं सूत्रमस्ति, कर्तृकर्मणो कृति इति अस्ति, न लोकाव्ययानिष्ठा चलत्रुगणमध्ये अस्ति, तदनन्तरं पूर्णगुणसुहितार्थसदव्यतव्यतमानाधिकरणेन इति चत्वारि सूत्राणि बलाबलचिन्तनस्य अवश्यं भवति. रैट्? अहं न जानामि तस्य सूत्रस्य नम्बर्. सी द इन् द आर्डर् षष्टिशेषे द सूत्रं फस्ट् विच् विल् बि कमिङ्ग् फस्ट् नाट् षष्टि. षष्टि इस् समाससूत्रम्. ऐ थिङ्क् षष्टिशेषे इस् द टु 360 ऐ थिङ्क् महोदय. षष्टि शेषे इस् 2350 ओ 50 50 50 ओके सो 2350 इस् द षष्टि शेषे इस् द फस्ट् सूत्र इन् द आर्डर्. सो शेषत्वेन षष्टि षष्टि विधीयते अनुक्ते सति. इफ् द कर्तृस्ता कर्म अनुक्ता अस्ति चेत् षष्टि भवितुम् अर्हति इति षष्टिशेषे वदति. तदनन्तरं पश्यति चेत् षष्टिक्षेत्रे तदनन्तरं किम् अस्ति, देन् वी हेव् दिस् कर्तृकर्मणो कृति इस् इन् दू 2365 ओके. कर्तृकर्मणो कृति इति 2-1 2-3 महोदय. My, the thing is, this. 2-2 Oh, it's... My mouse is stuck, that's it. Oh. Yeah, think you go to this the table where the Shashti Sheshe is the main screen, yeah. And then it will go there. Oh, there you go. Now you go. 2365 bhagini is and then 2369 is that na loka vyaya nishtha na loka yeah kalatruna kalatruna so we have sheshe shashti kartra karmano kriti na loka vyaya kartra karmano so these are the sutras which are whether shashti should be applied or not applied one second there is a doubt here na loka vyaya nishtha kalartha trinam it is given it is trinam atrinam trinam trin trin idi asti trin idi tasya shashti bahuvachanam trinam in the book it is given trinam sakara panchamvarga it is given the sutra kalartha trinam yeah tri bhagini takara rkara nakara understand but what I'm saying is here it is given in the book it is given as nakara that is tavargahasya nakara oh nakara only takara nakara only because the why no she's saying murdhanya nakara I think murdhanya nakara murdhanya nakara has not been put here it's only tavargahasya nakara tavargahasya nakara eva tavargahasya nakara No, no, no. It should be Tavarga only beginning. Why? The reason is that the here the application is Trin is the, not only Trin is the Pratyaya, it is a Samastha Padam. Loka Abhyaya Nishtha Karastha Trinam iti asti. So there that Trin iti Nakarasya Nakara bhavitum arhati kintu I think there is something which is saying it is the end of a vibhakti you cannot change it to nakara padante mahodaya padante yeah but ramanam padante ramanam no raman iti nakara only there pagini so because it's padanta raman द्वितीय बहुवचनं प्रातिपदिकान्तिनो विभक्तिषु च तत्र किं वदति प्रातिपदिकान्तनु विभक्तिषु दट्स् तत्र एय्ट् दश एय्ट् एय्ट् फोर् लेवेन् प्रातिपदिकान्तनु विभक्तिषु च इति अस्ति रसाभ्यां पूर्वपदात् संज्ञायां वा इति पूर्वत्र सिद्धं संहितायाम् इत्यादि अधिकारः अस्ति वाट् डस् इट् से इट् से द आप्शनल् न सब्स्टिट्यूटेड् वेन् when it stands at the end of a nominal shabd pratipadikasya ante or num or na or is a na of a case suffix when those thing that the pratipadikanta mashavapin this is tatra this example to take the vibhakti or a case termination पदार्थस्य इस् 8437 महोदय या या या इट् इस् षष्टि भगिनि बट् षष्टि ओन्लि षष्टि ओन्लि रामाणां No, no, it is, here it is not padanta, but it is trinam, the pratyaya is only trin, bhagini. Okay, okay, because of the pratyaya, right, right. Then understandable, okay. Because trin pratyaya is added, so trinam is added. Ah, yeah. Okay, good. Only I am is added, kanarta, no. Kanarta, trin, and... Aam, plus aam. Okay, okay. Hmm. Okay. So, we have Shesha Shashti, Kartra Karmano Kriti, Enna Loka Vyaya Kriti. In the three Shesha Shashti, he is saying that Anukta Karta, Anukta Karmana Shashti Bhavati, Bhavati Iti. No, no, that is Kartra Karmano Kriti. Kartra Karmano Kriti, yeah. Kartra Karmano Kriti. Shesha Shashti Kim Badati? Sambandhaarte Shashti Bhavita Marhati. If there is a Sambandha between the two Samartha Padas, then what happens is you can have Jayasya Brahmanasya Pachakaha. Tatra Brahmanasya it becomes a Sambandhaarte Shashti. Shesha Shashti is Otrayana. Not because of Pachaka he is a Kritandam, the Brahmana has become Shashti. Right? Ushavagini, correct me if I am wrong. Pachaka is a Kridantam, but due to Pachaka, the Brahmana has not become a Shashti. It is because Sambandharte Shashti, that is the Shesha Shashti. Shesha Shashti Shesha is Sutrena. Kartra Karmano Kriti Venkritam Vadati, if the Kridantam, if Anukta Karta, Anukta Karmani Asti Chet, तत्र उभयोः षष्टि भवितुम् अर्हति. कर्तृपदस्य षष्टि, कर्मपदस्य अपि षष्टि भवति. उभयप्राप्तौ कर्मणि इति सूत्रेण तत्र कर्मणः एव कर्मण एव षष्टि भवति, कर्तृत्व न भवति इति. देन् देर् इस् अ वार्तिकं फोर् देन् देर् इस् अ वार्तिकं सेयिङ्ग् देट् शेषे विभाषा इति, विच् सेस् इन् अ विभाषा विकल्पेन Karta abhi shashti bhavitam arhati iti. Okay, so we have definitions of shashti being defined by both Shesha Shashti and Kartra Karmano Kriti iti. Both of them say that shashti is possible. But what happens is, na loka vyaya shashnishta kalartha trinam is the sutra verse say, lakarasya sthane, if something is coming, in that case, that shashti na bhavati iti. So what happens? Tatra shashti eva na bhavati. Atra patan iti la sthane asti, but shashti la sthane asti. Asti. Parantu shashti vibhakti na bhavati. Yatohi Shashti Vibhakti right, that is the last sutra of the list. Which one is Sheshe Shashti, Kartra Karmano Kriti, Upaya Prato Karmani, then comes what happens, Nandaka Loka Abhyaya Nishtha Kartra Pranamiti. So the Parasutram Balavat Bhavati Kritva Shashti Na Bhavati Iti Vashyakarasya Matav. यदा षष्टिः न भवति चेत् तत्र पूर्णगुणसुहित अर्थसदव्येतव्यसमानाधिकरणस्य निषेधः एव अपि न भवति. निषेधः कदा भवति? जब विधिः भवति तदेव निषेधः भवति न. विधिः एव नास्ति चेत् निषेधः कथं भवति इति भाष्यकारस्य मतम्. Because pachan ityanena karta ukta bhavati and anukta karma can only get dvitiya vibhakti. Right. कर्मणि द्वितीया इति सूत्रेण पचन् इति शत्रन्तशब्द कर्ता उक्ता भवति. वेरस् पठनम् इफ् ऐ से पठनम् इति भावार्थे अस्ति. कर्म एव फर् देर् क्रिया एव सूचयति पठनं इफ् ऐ से. सो कर्तापि अनुक्तकर्ता अनुक्तकर्म षष्ठी भवितुम् अर्हति. बट् पठन् इत्यस्य कृते पठन् इत्यनेन कर्ता एव उक्ता भवति. कर्ता षष्ठी न भवितुम् अर्हति. कर्ता उक्ता चेत् कर्ता प्रथमा विभक्ति एव भवितुम् अर्हति. I feel the complication is coming because the shatranj prayoga. See, because the shatranj prayoga, even though it is a krit pratyaya, the patan or, you know, that pachan ityadi is sound, what happens is that it is giving the feeling that it is a kriyapadam, not a kartrupadam meaning. He's studying, he's reading, he's cooking, then somebody is cooking. So there is a continuous past tense or continuous, this the continuous past tense is present tense or whatever is used, gives the indication that is a kriyapadam and not kingraha or sevakaha. Right? Brahmanasya kurvanaha, that kurvanaha, that kurvanan, kurvan. When you say brahmanasya kurvanaha, then it's a kinkaraha is uchayati. But when I say kurvanaha eva, then it is going to say somebody is doing. Then the karta is ukta bhavati. Balakaha kurvanaha. Balakaha patan. Balakaha kurvan. Now then okay, na bhavitum, na bhavati. Right. So first, if I say Balaka, Balaka, otherwise, let us say Rama. Ramaha Odanam Kurvan. Tatra Shashti Kuba Ramasya Odanam Kurvan Niji Bhavadiva. No, it cannot be there. Ramaha? Why not? Kurvan, why? Kurvan, no, Kurvan Nityanena Prathama Vibhakti, Karta Prathama Vibhakti Eva Bhavitum Arhati. Because Lataha Shatrishana Chau, apratamas, then the pratamasthana eva, we do it, right? Right. So, Ramaha odanam kurvan, it is, Ramasya odanam kurvan, adava, Ramaha odanasya kurvan, it is na bhavitum arhati va? Ramaha odanasya kurvan api na bhavitum arhati. Kim karne na? Ramaha kurvan iti chet, the karma suppose can only get kurvanaha. Now suppose I say kurvanaha instead of kurvan. Ramaha odhanasya kurvanaha. Samichinamba. Ramaha odhanasya kurvanaha. Ramaha kurvanaha, if I say, then the karma then... No, Ramas, Ramaha Vodas, Odanasya Kurvanaha Pachakaha doesn't indicate, Bhagini. Why doesn't indicate? No, Vijasya Kurvan, then there is a Kinkara, it's Uchayati, certainly. Oh, this is Brahmanasya, what Mahodaya is saying is Ramaha Odanasya Kurvan. Yeah, Ramaha Odanasya Kurvan iti Bhavitu Markativa iti Chet, Mama... Aham manye that Odanasya cannot be there. Odanam alone can be there. Ramaha Odanam Pachan or Ramaha Odanam Kurvan Asti. Yaar. See, that is why I say that both the case, because it is Shatra Shanach Pratyaya, we have a condition of what you call continuous Kriyapadam. It is a continuous kriyapadam or is it a adjective? Is my question. The kshatriya or shanach is always going to be an adjective. So how will you use it in a continuous present tense? No, the English language, how they say it, I don't know. No, dava nasti, dava nasti, adava pachan nasti. What does it mean? Odanam pachan nasti, if I am saying a statement. What does it mean? He is cooking. He is cooking. Continuous again. So it has come as a continuous switch. No, it's not like continuous. It's... You don't call it continuous, it's a participle, it's a present participle. ओके माय क्वेश्चन इस् दट् तत्र ओदनं पचन् अस्ति, तत्र ओदनस्य पचन् अस्ति इति वक्तुं न शक्यते इति इस् दिस् इस् वाट् यु आर् सेइङ्ग्? या देन् बिकास् इट् केन् ओन्ली टेक् द द्वितीया विभक्ति कर्मणि द्वितीया. या ओके नौ there are whole lot of complications which are coming into the mind when you say that brahmanasya kurvanaha is indicating brahmanasya shinkaraha athava brahmanasya pachakaha iti suchayati iti kaushika or siddhanta kaumudikara vadati tatra tu sambandhate shashti asti krutva shashti samasa bhavitum arhati sambandha shashti shashti iti samasa sutrena bhavitum arhati iti vadati तस्य निराय निषेधकार्थकम् एव पूर्णगुणसुहितार्थसदव्येतव्यसमानाधिकरणे इति सूत्रं कार्यं करोति ईस् वाट् सिद्धान्तो कौमुदी एन् काशिककारः वदति. भाष्यकारः किं वदति? तत्र ब्राह्मणस्य कुर्वाणः इति पद कुर्वन् इति पदे न लोककर्तृत् न लोकाव्ययनिष्ठा कलर्थतृणाम् इति सूत्रं कुर्वन् अथवा कुर्वाणः इति प्रयोगावसरे ल उक्त अस्ति कृत्वा ब्राह्मणस्य इति षष्टि न भवति. ब्राह्मणः कुर्वन् ब्राह्मणः कुर्वाणः इति भवति उक्तकर्ता अस्ति कृत्वा. राइट्, ब्राह्मणस्य ब्राह्मणः कुर्वन् उक्तकर्ता अस्ति न कुर्वन् कुर्वन् इति कृत्वा तत्र तु ब्राह्मणस्य इति पदम् अनर्थम् अत्र उदाहरणे. रैट्, सो यु हाव् ब्राह्मणः कुर्वन् रैट्, दिस् इस् वाट् द भाष्यकारस् मदम् इस् सेयिङ्ग्. एण्ड् बिकास् वै न लोकाभ्यनिष्ठकलत्र तत्र उक्तकर्ता अस्ति कृत्वा कर्तकर्मणो कृति इति सूत्रेण षष्टिः यत् विविधा तस्य निषेधः करोति न लोकाव्ययनिष्ठाकल्पनाम् इति सूत्रेण इति अस्ति. अस्य स्थितायां षष्टि एव न भवति कृत्वा पूर्णगुणसुविधार्थसद्यत्य तत्र सत् इति पदस्य प्रयोगः एव न कर्तुं शक्यते. किन्तु सत् सत् षष्टिः न विहिता, सत् कारणेन षष्टिः न जातः. And we also discussed what you as, right, Mahodaya, in the class. Like, I mean, right now that one you are saying, like, Ramaha Odanasya Kurvan, Odanasya Kurvanaha, we discussed it, right? Then, yes. Kurvan iti, Odanasya ityanena eva sambandham asti. Odanasya sarthaya sambandha asti. कुर्वन् तत्र किन्तु कर्ता उक्त अस्ति, कर्म अनुक्त अस्ति. न कर्ता अनुक्तस्य इत्यनेन वि आर् नाट् डिस्कसिङ्ग् समास, वि आर् ओन्लि डिस्कसिङ्ग् ओन्लि वित् रामः शब्द राम. कर्तृपदम् एण्ड् शत्रुज्यपदं समासः भवितुम् अर्हति वा न भवति. या दट्स् आल् द डिस्कशन् इस् सो देर् आल्सो देन् वि डोण्ट् हाव् टु वरि अबौट् रामः ओदनस्य कुर्वन् भवितुम् अर्हति वा ओदनस्य कुर्वन् इति भवितुम् अर्हति वा इति चेत् देर् वि आर् नाट् डिस्कसिङ्ग् द समासः वि आर् नाट् या तत्र तु द्वितीया कर्मणि भवति. कर्मणि द्वितीया इति ओदनं पचति इति अर्थे ओदनं कुर्वाणः इति भवति न. या बट् देन् रामः इत्यस्य इत्यनेन एव अत्र डिस्कशन् रैट् रामस्य ओदनं भवति चेत् राम और् ओदनः सम्बन्धषष्टि भवितुमर्हति. किन्तु तत्र रामस्य भवितुमेव न सर्वति. कारणं किम् अस्ति? न लोकाव्ययकृष्ट कलर्थनिर्णाम् इति सूत्रम् एवं वदति ल स्थाने यत् विहिता शत्रुश्चानच्तयोः कारणेन कर्ता न षष्टिः भवितुमर्हति इति तत्र सूत्रं निषेधं करोति. इति कृत्वा रामः ओदनं पचन् अस्ति, रामः ओचनं पचन् कुर्वाणः इत्यादि भवन्ति तत्र किमपि कुत्रापि षष्टिः एव न भवति न इति कृत्वा षष्टिसमासस्य आवश्यकता डिस्कस् करणे का आवश्यकता नास्ति इति भाष्यकारस्य मतम् तर्हि इफ दट् इस् द केस् सूत्रं व्यर्थं भवति वा No, there is one place they discussed. Atra anya vishaya api asti. Yad kurvan kurvana hai iti sat pratyam dasya se oke shasti padam nasti. Api tuttu dvija sambandina ha brahmana bahya dravyasya apeksha vartade. Iti kritva udaharanam evan sambhavati dvijasya odhanam kurvan. द्विजस्य ओदनं कुर्वाणः इति इदानीं द्विजस्य इति पदस्य सम्बन्ध ओदनम् इति पदेन सह वर्तते न तु सत्प्रत्ययान्तस्य कुर्वन् अथवा कुर्वाणः इति सह तेन सह अतः द्विजस्य कुर्वन् द्विजस्य कुर्वाणः इत्यत्र तु समासः न शक्यते एव यतोहि षष्ट्यन्तस्य पदस्य सत्प्रत्ययान्तेन सह सम्बन्धः एव नास्ति द्विजशब्दस्य सम्बन्धः तु ओदनम् इति पदेन सह वर्तते इति कृत्वा द्विजशब्दः तु सापेक्षा भवति सापेक्षम् असमर्थं भवति इत्यतः असमर्थस्य समासः न भवति अतः द्विजस्य कुर्वन् इत्यत्र षष्टिसमासः एव न शक्यते एवं रीत्या द्विजस्य कुर्वन् द्विजस्य कुर्वाणः इति तु उदाहरणं न भवितुम् अर्हति षष्टिसमासनिषेधार्थं पूर्णगुणसुहितार्थसदगेतव्यसमानाधिकरणेन इति सूत्रेण तर्हि इदानीमपि प्रश्नः अस्ति पूर्णगुणसुहितार्थसदगेतव्यसमानाधिकरणेन इति सूत्रे सत् इति किमर्थम् उक्तम् समाधानम् एवमेव अस्ति यत् सत्यप्रत्ययान्तयोगे षष्टिसमासनिषेधार्थम् एकमेव उदाहरणं भवितुम् अर्हति यदा चोरस्य द्युषन् वृषदस्य द्युषन् इति द्युषन् शब्दस्य मात्रे द्युषो अमित्रे अमित्रे कर्तरि द्युषे धातोः शत्रुप्रत्ययः भवति द्युषन् द्युषन्तौ द्युषन्तः इति शत्रुञ्जरूपाणि अमित्र नाम शत्रु इत्यर्थः द्विषन् नाम शत्रु इत्यर्थः भार्या पतिं द्वेष्टि इति वाक्ये अमित्रार्थे नास्ति अपि तु द्वेषः इत्यर्थे अस्ति द्विषे अमित्रे इति सूत्रे यदा शत्रुवत् शत्रु इति अर्था विहिता विवक्षिता तदा एव द्विष इति धातुतः शत्रुप्रत्ययः भवति कर्त्रार्थे इति अस्ति मुख्यविषयं केवलं द्विषो अमित्रे इति सूत्रेण दट् इस् कमिङ्ग् इन् 131 सो ओन्लि इन् दातोः द्वेष्टि इति अर्थमस्ति चेत् तत्र शत्रु इति अर्थं नास्ति केवलम् इष्टं नास्ति इति एव अर्थः अस्ति द्वेष्टि इति किन्तु शत्रु इति विवक्षा अस्ति चेत् तत्र तु चौरस्य दिशन् अथवा वृषलस्य दिशन् मुरस्य दिशन् इति मुरारि इति अर्थे द्विषस्य मुरस्य द्विषन् इति अर्थे तत्र द्विष् धातोः शत्रन् प्रत्ययस्य द्विषन् शब्दं भवति तत्र तु षष्टि भवितुं सत्र सामर्थ्यमस्ति कर्तुः एवं शत्रञ्च प्रत्ययोः मध्ये सम्बन्धषष्टि अस्ति इति कृत्वा षष्टि इति सूत्रेण समासः भवितुम् अर्हति तस्य निषेधार्थकम् एव पूर्णगुणसुहितार्थसदव्येतव्य तत्र सत् प्रत्ययस्य उदाहरणं स्वीकर्तुं शक्यते इति एव अर्थे द्विषः चतुर्वा इति वार्तिकमपि अस्ति. द्विष इति शत्रञ्च प्रत्ययान्तस्य योगे षष्टिविभक्ति जायते विकल्पेन द्विषः शत्रुर्वा इति वार्तिकेन. इदं वार्तिकं न लोकाव्ययनिष्ठाकलस्त् तृणाम् इति सूत्रस्य निषेधकम् अस्ति इत्यतः न द्विष इति शत्रञ्जस्य योगे षष्टि जायते विकल्पेन. अतः चौरस्य चौरं वा द्विषन् मुरस्य मुरं वा द्विषन् इत्य द्विजस्य द्विजं वा द्विषन् इत्यादयः प्रयोगाः सन्ति. तत्र न लोकाव्ययकर्तृष्टकर्तॄणाम् इति निषेधः यद् शत्रुप्रत्यये लासाने शत्रुच्छाणच् प्रत्ययः भवति चेत् षष्टिः न भवति इति सूत्रम् अस्ति. न लोकाव्ययकर्तृष्टकर्तॄणाम् इति सूत्रेण तस्य अनन्तरं प्रतिप्रसवः भवति द्विषः शत्रुर्वा इति वार्तिकेन इति कृत्वा पुनः षष्टिविधानं भवति. शत्रु इत्यर्थे द्विषः शब्दस्य द्विष् धातोः शत्रञ्छानच् प्रत्ययः भवति चेत् तदर्थं चौरस्य द्विषन् मुरस्य द्विषन् द्विजस्य द्विषन् इत्यादि पदं पदद्वयं भवति. तत्र समासनिषेधः भवति न पूर्णगुणसुहितार्थसदव्येतव्यसमानाधिकरणेन इति सूत्रेण. तदेव मुख्यविषयमस्ति. अवगतं वा भवान् भगिनि? अरुणा भगिनि पुनः वदतु महोदय. चोरस्य द्विषन् अत्र अत्र न लोकाव्ययकृष्णकलस्तृणाम् इति सूत्रं किं वदति? यदि लः स्थाने शत्रं शानच् प्रत्यय भवति चेत् षष्टी निषेध्यते. न इति सूत्रे अस्ति कृत्वा न ल, सो वी केनाट् गेट् ए षष्टी फार् चोरस्य द्विषन् अथवा मुरस्य द्विषन् इति न भवितुम् अर्हति. किन्तु तत्र वार्तिकमस्ति द्विषः शत्रुर्वा इति वार्तिकं. तत् वार्तिकं किं वदति? यदि शत्रु विवक्षा अस्ति, शत्रुः विवक्षा अस्ति चेत् तत्र द्युष् धातोः विकल्पेन शत्रञ्च् प्रत्ययः शानच् प्रत्ययः अस्ति चेत् षष्टिविहितः भवति. यत् न लोकाव्ययकृणाम् इति सूत्रेण यत् निषेधं कृतं तस्य प्रतिपसवः भवति द्विष शत्रुर्वा इति सूत्रेण. इति कृत्वा चौरस्य अथवा मुरस्य द्विषन् इति शत्रञ्च् प्रत्यय द्विषन् इति शत्रञ्च् प्रत्ययस्य कारणेन चौरस्य इति षष्टिविहिता भवति. यस्, अस्य स्थितायां चौरस्य इति षष्ट्यन्तपदं द्विषन् इति उत्तरपदेन सह समासः भवितुम् अर्हति वा इति प्रश्नं भवति. षष्टि इति सामान्यसूत्रेण उत्सर्गसूत्रेण तस्य निषेधकार्थम् अस्ति पूर्णगुणसुहितार्थसदव्यतव्यसमानाधिकरणे सूत्रेण सत् इति पदं तत्र एव सूचयति तस्य स्थित्यां तत्र षष्टिसमासः निषेध्यते इति सम्बन्धषष्टिनिषेधं भवति पूर्णगुणसुहितार्थसदव्य तत्र सत् इति पदं सूचयति. तत्र चौरस्य द्विषन् तयोः मध्ये सामर्थ्यमस्ति सम्बन्धम् अस्ति कृत्वा मुरस्य अरि इति तत्र मुरारि इति समस्तपदं भवति. किन्तु तत्र अरिस्थाने द्विषन् इति शब्दं प्रयोगं कुर्यते चेत् तत्र मुरस्य द्विषन् इति एव भवति, न तु मुरद्विषन् इति समस्तपदम्. किन्तु द्विषन् स्थाने अरि इति शत्रु अर्थे उपयुज्यते चेत् तत्र तु मुरारि इति समस्तपदं भवति, न तु मुरस्य द्विषन् समानार्थकमस्ति द्वयोः. तत्र द्विषन् इति शत्रञ्च प्रत्ययः अस्ति. अवगतं वा? अवगतम्. तदेव मुख्यमस्ति. दिस् भगिनी इस् गोयिङ्ग् टु डिस्कस् अगेन् बिकास् द चौरस्य दुशन् सम्थिङ्ग् वास् ब्राट् बै श्रीराम् महोदय सम् अदर् सूत्र हि इण्ट्रोड्यूस्ड् इन् बिट्वीन् विच् ऐ कुड् नाट् मेक् औट् वाट् हि वास् रेफरिङ्ग् टु बिकास् विद्याभगिनीस् कनेक्षन् आल्सो वास् गेटिङ्ग् भग्न इन् बिट्वीन् एड् सो ऐ कुड् नाट् find out what. So she may be discussing that sutra again with Sri Ram Mohadeya's sutra which is being referred. He is referring some sutra here. I have not studied that sutra. Usha Bhagini, you heard that, no? No, no. I also couldn't hear what he was saying. Oh. He mentioned some sutra, Mohadeya. I didn't hear him say yeah, sutra. Yeah, toward the end of the recording, if you hear, you will hear that. Oh, okay. He mentioned some sutra which I could not make out, but I knew that that is, he is bringing a case where a shashti can be applied in a, due to a different sutra. So that discussion may be taking place in today's class, in the coming class from Vidyavaganis. Oh, another shashti nisheta sutra. Another Shashti Nisheda Sutra he mentioned means it should be there. Tasya cha vartamane adhikarna vachina cha. Okay. So we'll stop here and any other thing, because I don't want to go forward because there is some more discussion which are happening. Udaharanani itesya tatra. But up to this it's clear, na? Amode. Aruna Bhagini, Uma Bhagini? Yeah, but I don't know whether I'll be able to say it properly, but understood. Yeah, no, just follow the logic. Sambandharte Shasti Bhavati Chet, if the meaning is for Shatruvat, Dushaniti Padamasti Chet, Purana Guna Suvidartha Iti Karim Karodi, Anyatra Nasti, Anyatra Tu Shasti Evana Bhavati Iti Vashyakarasya Mata. ओके धन्यवादः धन्यवादः नमस्कारः महोदय धन्यवादः.